सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् रत्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः हरिः ॐ श्रीगुरुभ्यो नमः पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम् अद्य अस्माकं नूतनवर्गः आरभ्यते अद्य अस्माकं भारतवर्षस्य स्वतन्त्रदिवसस्य अपि दिवसः अपि अस्ति अतः सर्वेषां स्वतन्त्रतादिवसस्य हार्दिकशुभेच्छा अहम् अत्र वेब्सैट् लिङ्क् शेर् करोमि वेब्सैट् दृश्यते वा कोऽपि वदतु आम् आं महोदय अस्माकं विषयः अद्यः अस्माकं विषयः अस्ति सः अस्ति धातुगणपरिचयः विषयस्य पूर्वे किञ्चित् वक्तुम् इच्छामि तत्र मनसि एकं प्रश्नः आयाति पाणिनिव्याकरणं किमर्थम् इत्युक्ते पाणिनिव्याकरणं किमर्थं पठनीयं सो तत्र पाणिनिव्याकरणं यः ग्रन्थः अस्ति तस्य पाणिनी यः ग्रन्थं कृतवान् तस्य नाम अस्ति अष्टाध्यायी अष्ट अध्यायाः यस्मिन् ग्रन्थे सः अष्टाध्यायी इति ग्रन्थः अष्टाध्यायी इति ग्रन्थः बहु अद्भुतग्रन्थः अस्ति इत्युक्ते बृहत् ग्रन्थः नास्ति लघुग्रन्थः अस्ति परन्तु तत्र सम्पूर्णसंस्कृतभाषायाः आकृतिः तत्र तस्मिन् ग्रन्थे अस्ति ये अन्यव्याकरणग्रन्थाः तत्र सन्ति तेषाम् आधारः पाणिनी अष्टाध्यायी इति एव तत्र अस्ति तस्य अष्टाध्यायीग्रन्थस्य आधारेण एव सर्वाणि अन्यव्याकरणग्रन्थानि तत्र निर्मितानि सो पाणिनिव्याकरणं पठामः चेत् तत्र लाभः किं तत्र अमूल्यं किम् इति वदामः चेत् तत्र यत्किमपि यदि वयं कोऽपि ग्रन्थः पठिष्यामः तत्र कोऽपि अपरिचितपदम् आयाति चेत् तस्य अपरिचितपदस्य इत्युक्ते अज्ञातपदस्य तत्र अर्थः कः इति वयम् ऊहां कर्तुं शक्यते इत्युक्ते तत्र तस्मिन् पदे धातु किं प्रत्ययः किम् उपसर्गः अस्ति वा नास्ति इति वयं व्याकरण ज्ञानेन एव ज्ञातुं शक्यते सो तत्र पाणिनि यः व्याकरणम् अस्ति सः सूत्र आधारेण तत्र निर्मितं तत्र क्रमेण तत्र सूत्रं दत्तानि सो वयम् अग्रे गत्वा सूत्राधारेण एव वयं विषयस्य यः सम्पूर्णज्ञानम् अस्ति सूत्राधारेण एव वयं पठिष्यामः परन्तु अद्य यः अस्माकं विषयः अस्ति सः अस्ति धातुगणपरिचयः सो किमर्थं धातुः इति धातुपरिचयः किमर्थं प्रथमं तत्र भवति वयं जानीमः व्याकरणशास्त्रे तत्र तस्य प्रयोजनं किम् अस्ति व्याकरणशास्त्रस्य प्रयोजनं किम् अस्ति इति वदामः चेत् तत्र पदस्य व्युत्पत्ति कथं भवति इति मुख्यमस्ति सो पदस्य कृते आङ्ग्लभाषायां वदामः चेत् यः मेन् मेटीरियल् अस्ति सः धातुः एव सो तत्र धातु वदामः चेत् क्रियापदस्य मूलरूपम् इति धातुः क्रियापदं वयं जानीमः आङ्ग्लभाषायां वर्ब् इति वदामः सो क्रियापदस्य मूलरूपं धातुः अस्ति तथैव नामपदस्य मूलरूपं प्रातिपदिकम् इति वदामः सो क्रियापदस्य मूलरूपं धातु नामपदस्य मूलरूपं प्रातिपदिकं परन्तु तत्र एकं वार्ता अस्ति व्याकरणशास्त्रे तत्र 90% नामपदानि इत्युक्ते नवततीतं यः नवति यः नामपदानि तत्र सन्ति ते धातुतः एव निर्मितानि इत्युक्ते मेन् मेटीरियल् पाणिनि अथवा व्याकरणशास्त्रे यः मेन् मेटीरियल् अस्ति सः धातु एव अस्ति धातुतः एव सर्वाणि पदानि सर्वाणि न वदामः मुख्यतया 90% पदानि धातुतः एव निर्मितानि सो धातुविषयः ज्ञानम् अस्ति चेत् बहु सौलभ्यं भवति अस्तु इदानीं यः धातुगणपरिचयः अस्माकं प्रथम अध्यायः इति वदामः अस्मिन् जालपुटे तत्र चत्वारि तत्र करपत्राणि तत्र दत्तानि अत्र दृश्यतु अत्र लिखितमस्ति प्रथमकरपत्रम् अस्ति धातुगणाः द्वितीयमस्ति धातुगणपरिचयः तृतीयमस्ति गुणः चतुर्थमस्ति धातुगण अभ्यासः सो प्रथम यः करपत्रमस्ति एतत् सर्वाणि करपत्राणि अस्मिन् जालपुटे ये सर्वाणि करपत्राणि अत्र दत्तानि ते सर्वाणि स्वरूपमहोदयेन निर्मितानि करपत्राणि अत्र सरलसंस्कृतभाषाया सर्वं विषयं यः दत्तमस्ति सरलसंस्कृतभाषायां तत्र सर्वं दत्तमस्ति अतः चिन्ता मास्तु अत्र वयं मिलित्वा एतत् सर्वम् अध्ययनं कुर्मः अस्तु तर्हि प्रथम यः करपत्रमस्ति तस्य प्रति गच्छामः धातुगणाः वयं जानीमः तत्र यथा अष्टाध्यायी इति पाणिनि विरचितं ग्रन्थम् अस्ति तथैव तत्र एकं पाणिनीयधातुपाठः अपि तत्र एकम् अस्ति तस्मिन् धातुपाठे किम् अस्ति तत्र पाणिनिना उपद्विसहस्र अप्राक्सिमेट्लि 2000 उपद्विसहस्र तत्र धातवः सन्ति तस्मिन् धातुपाठे सो ते द्विसहस्रधातवः पाणिनिना दशसु गणेषु विभक्ताः इत्युक्ते द 2000 धातूस् इन् दत् पाणिनि धातुपाठा दे आर् डिवैडेड् इन् टु 10 गणास् इत्युक्ते गणा इत्युक्ते ग्रुप्स् किञ्चित् तत्र प्रत्येकस्य गणस्य ये दशगणाः तत्र सन्ति प्रत्येकस्य गणस्य किञ्चित् विशिष्टलक्षणं तत्र अस्ति तत् विशिष्टलक्षणं किं प्रत्येकस्य गणस्य नाम किं किं किं धातु तस्मिन् गणे परिचितं धातु किं किं तत्र सन्ति एतत् सर्वम् अस्मिन् करपत्रे दत्तम् अस्ति सो यः अस्माकं प्रथम यः विषयः अस्ति सः अस्ति धातुगणाः दशधातुगणाः ते के तेषां के धातवः तत्र दत्तमस्ति प्रत्येकस्य गणस्य विशिष्टलक्षणं किम् इति तत्र मुख्यमस्ति सो अद्य अत्र यः अस्माकं पाणिनिवर्गम् अस्ति तत्र पठनस्य यः शैली अस्ति तत्र वयं सर्वं किञ्चित् किञ्चित् अंशं स्वीकृत्य तत्र पठामि परन्तु अद्य प्रथमकक्षा अस्ति अतः अद्य अहम् एव पठामि यदि कोऽपि प्रश्नः अस्ति कोऽपि भ्रमः जायते चेत् तत्र अन्म्यूट् कृत्वा वदतु अन्यथा सर्वदा म्यूट् मध्ये एव तिष्ठतु तेन किं भवति तेन ध्वनिः सम्यक् आयाति रिकार्डिङ्ग् अपि सम्यक् भवति अस्तु तर्हि आरम्भं कुर्मः अत्र किं लिखितमस्ति पाणिनीयधातुपाठे धातवः दशसु गणेषु विभक्ताः सन्ति सो वयं जानीमः तत्र एकं पाणिनिधातुपाठः अस्ति तस्मिन् उपद्विसहस्रधातवः तत्र सन्ति ते उपद्विसहस्रधातवः दशसु गणेषु विभक्ताः इति अत्र लिखितमस्ति एते दशगणाः अधः सूचिताः सन्ति बिलो आल् दीस् 10 गणास् आर् गिवन् बिलो इति लिखितमस्ति परन्तु सर्वप्रथमं कानिचन नूतननामानि अस्माभिः ज्ञातवानि कर्तरीप्रयोगस्य लट् लकारे क्रियापदं भागत्रये विभज्यते तत्र अत्र किं लिखितमस्ति अस्मिन् परिच्छेदे, वयं जानीमः तत्र कर्तरि लटिरूपम् अस्माकं परिचितं रूपम् अस्ति, यथा पठति, गच्छति, धावति, लिखति इति बहूनि लट् लकाररूपाणि तत्र सन्ति. परन्तु तत्र तस्मिन् पदे किं किम् अस्ति इति अत्र प्रथमे तत्र ज्ञातवान्. अत्र अस्ति पठति इति, पठति इति लिखितमस्ति. पठति यः लटीरूपम् अस्ति एकवचने, एकवचनं लटीरूपम् अस्ति, तत्र किं किं सन्ति इति अत्र पश्यामः. पठति इति रूपे किं किम् अस्ति, पठ योग अ अकारः योग ति. सो पठति इति रूपं अस्मिन् पदे त्रीणि भागानि तत्र सन्ति. एकमस्ति पठ, द्वितीयमस्ति अकारः, तृतीयमस्ति ति इति भागः. सो पठ इति भाग, पठ इति यः प्रथमभागः अस्ति सः किं निर्दिशति. प्रथमभागः सर्वदा धातुः किं, धातुः निर्दिश्यति इत्युक्ते क्रियापदं. सो तस्य प्रयोजनं किम्, अर्थी धातु किं करोति, सः अर्थं निर्दिशति. पठति इति यः पदमस्ति तस्य अर्थः कः, पठनस्य क्रिया अत्र भव, तस्य विषये पदं निर्मितम् अस्ति. सो पठ, पठ इति धातु किं वदति, अर्थं निर्दिशति, पदस्य अर्थं निर्दिशति पठ इति धातु, पठति इति रूपम्. यः द्वितीयभागमस्ति अ इति, यः अकारः अत्र श्रूयते मध्ये, सः किमस्ति, सः विकरणप्रत्ययस्य भागः, इत्युक्ते अकारः विकरणप्रत्ययस्य भागः, सः एव विकरणप्रत्ययः एव घनं निर्दिश्यति. वयं पठितवन्तः तत्र धातवः दशसु गणेषु. सो मध्यभागं दृष्ट्वा एव वयं वक्तुं शक्यते धातु कस्मिन् गणे अस्ति, प्रथमगणे वा, द्वितीयगणे वा, तृतीयगणे वा. सो द्वितीयभागं घनं निर्दिशति, द्वितीयभागस्य यः कार्यमस्ति सः घनं निर्दिशति. धातु कस्मिन् गणे अस्ति इति वयं द्वितीयभागं दृष्ट्वा एव वक्तुं शक्यते धातु कस्मिन् गणे अस्ति, दशसु गणेषु सः कस्मिन् गणे अस्ति. यः अन्तिम ती भागः अस्ति सः तिङ्प्रत्ययस्य भागः. वयं जानीमः तत्र अष्टादश तिङ्प्रत्ययाः सन्ति, सिप्तश्चि, सिप्तस्थ, तेषाम् अन्यतमः एकः अस्ति ति, तिप् इति प्रत्ययः. तिप् इति प्रत्यये केवलं ति तिष्ठति, प्रयोगे ति एव तिष्ठति. तत्र पकारः तिप् इति भागे, तत्र अन्ते पकारः अस्ति, परन्तु प्रक्रियायां सः तिप् पकारः न तिष्ठति, सः अपगच्छति. कानिचन विशिष्टसूत्र आधारेण एव सः पकारः अपगच्छति, तत्र वयम् अग्रे ज्ञास्यामः. परन्तु इदानीं विषयः कः, ति इति तिङ् प्रत्ययस्य भागः, प्रथमपुरुष एकवचनस्य प्रत्ययः अस्ति तिप्. सो पठति इति यः क्रियापदमस्ति, क्रियारूपम् अस्ति, लटीरूपम् अस्ति, सः त्रीणि भागानि तत्र विभज, सः त्रिषु भागेषु तस्य भागः सन्ति. प्रथमभागः अस्ति धातुभागः, सः अर्थं निर्दिश्यति. द्वितीयभागः अस्ति विकरणप्रत्ययस्य भागः, सः गणं निर्दिश्यति, धातु कस्मिन् गणे अस्ति इति सः तत्र तस्य लक्षण आधारेण वयं ज्ञातुं शक्यते धातु कस्मिन् गणे. तृतीयः भागः, तृतीयभागः यः अस्ति सः त्रिङ् तिङ्प्रत्ययस्य भागः, सः लकारं निर्दिश्यति. इत्युक्ते अन्तिमभागं दृश्यामः चेत् यः पदम् अस्ति पठति इति पदं वर्तमानकाले अस्ति वा, भविष्यत्काले अस्ति वा, भूतकाले अस्ति वा इति लकारं निर्दिश्यति. कः लकारः अस्मिन् पदे, कः लकारः प्रयुक्तः इति तृतीयभागः. तत्र तं दृष्ट्वा एव वयं ज्ञातुं शक्यते यः पदं यः अस्ति सः कस्मिन् काले अस्ति, इत्युक्ते तस्य सः लकारं निर्दिश्यति. प्रथमभागः धातु निर्दिश्यति, द्वितीयभागः विकरणप्रत्ययः, विकरण इति एकः केवलं नाम अस्ति, तस्य कोऽपि अर्थः नास्ति। विकरणप्रत्ययः वदामः चेत् एकः प्रत्ययः अस्ति, सः सर्वदा धातु तिङ् मध्ये एव आयाति इति तत्र वदामः। विकरण इत्युक्ते एकं प्रत्ययः व्याकरणशास्त्रे, सः सर्वदा धातु तिङ् मध्ये एव आयाति। विकरणप्रत्ययस्य कार्यं किं? सः गणं निर्दिश्यति, धातु कस्मिन् गणे अस्ति इति निर्दिश्यति विकरणप्रत्ययः। तिङ् प्रत्ययः किं निर्दिश्यति? लकारं निर्दिश्यति। तत्र किं कस्य लकारस्य प्रयोगम् अत्र कुर्वन् अस्ति इति तत्र तृतीयभागः तं निर्दिश्यति, लकारं निर्दिश्यति इति अत्र लिखितमस्ति। सो यत्किमपि लटीरूपं दृश्यामः चेत् तत्र सर्वदा त्रीणि भागाः सन्ति। प्रथमभागः धातु, द्वितीयभागः विकरणप्रत्ययः, तृतीयभागः तिङ् प्रत्ययस्य भागः तिङ् प्रत्ययः। प्रत्येकस्य भागस्य तत्र भिन्नभिन्नकार्यं तत्र सन्ति। अनन्तरं किं लिखितमस्ति? अत्र सन्ति धातूनां दशगणाः, अधोभागे तत्र दत्तमस्ति। पश्यतु कथं भिन्नगणेषु विकरणप्रत्ययाः भिद्यन्ते। वस्तुतः विकरणप्रत्ययानां भेदेन दशगणाः निर्मीयन्ते। सो विकरणप्रत्ययस्य आधारेण एव तत्र धातवः दशसु गणेषु विभक्ताः सन्ति। सुके यदि प्रश्नः अस्ति चेत् धातुः केन आधारेण दशसु गणेषु विभक्ताः इति, विकरणप्रत्ययभेद आधारेण एव धातुः दशसु गणेषु विभक्ताः इति तत्र विषयः। सो यः प्रथमगणः अस्ति तस्य नाम कः इति प्रश्नः अस्ति। सो अत्र दृश्यतु प्रथमगणस्य नाम अस्ति भुवादिगणः, प्रथमगणः भुवादिगणः। किमर्थं भुवादि इति नाम तत्र महर्षिणा दत्तं? तत्र भू इत्यादि धातवः इत्युक्ते प्रथमधातवः तत्र भू अस्ति। भूसत्तायां वयं जानीमः भू भवति इति भवति। सो भू इति प्रथमधातु अस्ति, अतः प्रथमगणस्य नाम अस्ति भुवादिगणः, प्रथमगणः। किमर्थं भुवादिगणः? भू इति प्रथमधातु अस्ति, भू आदि धातवः भुवादिगणः। सो अस्मिन् गणे यः प्रथमधातु अस्ति सः भू अस्ति, भू इत्यादीनि क्रियापदानि। सो अत्र किं भवति? भू भव भवति, अत्र रूपपरिवर्तनं दृश्यते। भू भू एव यथा पठ इति धातु अस्ति, परन्तु तत्र पठ एव तिष्ठति। सो अत्र भू धातु अस्ति, भकारः दीर्घ उकारः, परन्तु लटीरूपं किं भवति? सो अत्र किञ्चित् परिवर्तनं दृश्यते प्रथमगणे। तत् परिवर्तनं किम् इति अग्रे ज्ञास्यामः। यस्य गणस्य आदौ भू धातुः अस्ति सः भुवादिगणः। सो भुवादिगणः किम् अस्ति? तस्य नामं किं दत्तमस्ति? तस्य आदिं धातुः अस्ति, तस्य प्रथमधातुः अस्ति भू। भू इति प्रथमधातु, अतः अस्य गणस्य नाम भुवादि गणः। विकरणप्रत्ययः प्रथमगणस्य प्रत्येकस्य गणस्य ये दशगणाः तत्र धातु दशधातुगणाः तत्र सन्ति, प्रत्येकस्य गणस्य एकं विशिष्टविकरणप्रत्ययः तत्र दत्तमस्ति। सो प्रथमगणस्य यः विकरणप्रत्ययः अस्ति सः अस्ति शप्। शप् इति मूलरूपम्, शकारः अकारः पकारः। शप् इति यः विकरणप्रत्ययः अस्ति तस्मिन् प्रत्यये त्रीणि वर्णानि सन्ति। आदौ शकारः, अनन्तरं शकारस्य अनन्तरम् अकारः, अकारस्य अनन्तरम् अन्ते तत्र पकारः अस्ति। परन्तु प्रक्रियायां तत्र किं भवति? तत्र शप् न आयाति। अत्र दृश्यतु पठ योग अयोग ति, अत्र शप् न दृश्यते, परन्तु अत्र यः अ श्रूयते दृश्यते सः शप् तस्य मूलरूपं शप् अस्ति, अकारस्य मूलरूपं शप् अस्ति, प्रक्रियायां शकारः पकारः द्वयोः किं भवति, लोपः भवति। सो ते प्रक्रियायां न तिष्ठति, तत्र यः मध्ये अ इति अवशिष्टभागः सः एव प्रक्रियायां तिष्ठति। सो प्रक्रियायां मूलरूपं न तिष्ठति। तथैव तिप् इति, तिप् इति मूलरूपम् अस्ति, तत्रापि पकारस्य तत्र पकारः अपगच्छति, पकारः प्रक्रियायां न तिष्ठति, तत्र केवलं ति इति भागः प्रक्रियायां तिष्ठति। सः शकार पकारः एतेषां वर्णानां लोपः कथं भवति इति सूत्राधारेण एव भवति। तत्र एकं सर्वदा स्मर्तव्य अंशः कः, व्याकरणशास्त्रे यत् किमपि कार्यं भवति तस्य आधारः सूत्रम् एव, सूत्र आधारेण एव सर्वाणि कार्याणि तत्र भवन्ति इति तत्र विषयः। सो यथा शप् इति मूलप्रत्ययः अस्ति, अत्र शकारः अपगच्छति, पकारः अपि अपगच्छति, तत्र अ एव अवतिष्ठति। सो शकारपकारस्य यः अपगच्छनं भवति सः सूत्राधारेण एव भवति, परन्तु इदानीं तत् विषयः न अस्ति। केन सूत्रेण शकारस्य लोपः भवति, केन सूत्रेण पकारः अपगच्छति इति इदानीं विषयः न, सः अग्रे तत् विषयम् आयाति, अतः चिन्ता मास्तु। सो प्रथमगणस्य यः विकरणप्रत्ययः अस्ति सः शप् अस्ति, तस्य आकृति इत्युक्ते प्रक्रियायां केवलम् अकारः एव तिष्ठति। सो धातु तिङ् मध्ये केवलम् अकारः एव आयाति, परन्तु अस्य अकारस्य मूल आकृतिः अस्ति शप्। सो अत्र उदाहरणानि अपि दत्तानि। प्रथमघने ये धातवः भू इत्यादयः धातवः तत्र सन्ति, एकम् अन्यत् अस्ति खाद् इति धातुः, खाद् खादने वयं जानीमः। सो खाद् इति धातु किं भवति अत्र दृश्यतु, खाद् अति, खाद् अति। सो ये धातवः भुवादिगणे अस्ति तत्र सर्वत्र धातु तिङ् मध्ये अकारः एव श्रूयते, तत्र अकारः सर्वदा मध्ये आयाति इति तस्य विशिष्टलक्षणं। प्रथमगणस्य लक्षणं किम् इति वदामः, तत्र प्रश्नः अस्ति चेत् प्रथमगणस्य विशिष्टलक्षणं किम्? प्रथमगणस्य विकरणप्रत्ययः शप् अस्ति, शप् तत्र शक् यः प्रत्ययः अस्ति तस्य आकृति अकारः एव। सो धातु तिङ् मध्ये अकारः सर्वदा श्रूयते, यथा खाद् इति धातु, खाद् धातु अस्ति, तत्र दकारस्य उत्तरवर्ति अकारः अपि श्रूयते, अत्र तु अकारः नास्ति, मूलधातु खाद् हलन्तधातु अस्ति, परन्तु लटिरूपं पश्यामः चेत् खाद् अति, तथैव पठ् अति, पठति, तथैव क्रीड् क्रीड् इति धातु अस्ति, क्रीड् अति, मध्ये अकारः अपि श्रूयते, धातु तिङ् मध्ये अकारः अपि श्रूयते। सो क्रीडति इति रूपं, वद् इति धातु अपि भवादिगणे अस्ति, अतः वद् अति, वदति इति रूपं, शुच् धातु अपि भुवादिगणे अस्ति, शोच् अति, अत्रापि अकारः श्रूयते, शोच् अ, परन्तु अत्र किं भवति, शुच् शोच् भवति, शुच् शुचति इति रूपं नास्ति, शुच् शोच् भवति। सो अत्र स्वरस्य परिवर्तनं दृश्यते। सो यः अत्र अपि परिवर्तनं दृश्यते, तस्य परिवर्तनस्य नाम अस्ति गुणः, गुणसन्धि नास्ति, अत्र एकम् अङ्गकार्यम् अस्ति, अत्र सन्धिकार्यं नास्ति, अत्र शुच् यः शोच् भवति सः गुणकार्यम् इति वदामः, अङ्गकार्यम्। सो केन सूत्रेण भवति, कथा भवति, कदा भवति इति तत्र अद्य विषयः नास्ति, सः विषयः अग्रे आयास्यति। परन्तु भुवादिगणे एतादृशः परिवर्तनं दृश्यते, शुच् शोच् भवति, परन्तु अकारः तु श्रूयते एव, अकारः तिष्ठति। एतत्तु विशिष्टलक्षणं। धातु तिङ् मध्ये सर्वदा अकारः श्रूयते, प्रथमगणे भुवादिगणे। सो शुच् शोच् भवति, शोच् अति अपि श्रूयते, सो शोचति इति रूपं। तथैव वृत् इति धातुः, वृत् किं भवति, अत्र ऋकारः इति स्वरः अस्ति, परन्तु तस्य परिवर्तनं भवति अर्, सो वर्त अते, अत्र अपि वर्त ते मध्ये अकारः श्रूयते, वर्तते इति रूपं। जी अपि, अत्र जी स्वरः अस्ति अन्ते, अत्र अन्ते इकारः, ह्रस्व इकारः अस्ति, प्रथमे जी जे भवति, अनन्तरं तस्य ए योग अ कुर्मः, अ कुत्र आयाति, शप् विकरणप्रत्ययस्य आकृति अकारः, सो ए योग अ कुर्मः चेत् तत्र एचोयवायः इति सन्धि भूत्वा तत्र जयति इति रूपम्। तथैव भू इति यः धातुः अस्ति, भू प्रथमे भो भवति, अनन्तरम् एचोयवायः ओ योग अ कुर्मः चेत् तत्र भवति इति रूपं भवति। तथैव श्रु इति धातु, श्रु अन्ते रस्वकारः अस्ति, उकारस्य अपि तत्र श्रो भवति, श्रो अनन्तरं तत्र ओ योग अ कुर्मः चेत् तत्र स्रवति इति रूपं भवति। ह्रू इति धातुः अस्ति, ह्रू इति धातुः अन्ते ऋकारः अस्ति, ऋकारस्य परिवर्तनम् अत्र गुणकार्यं भूत्वा तत्र अर् भवति, सो हर् योग अ योगति कुर्मः चेत् हरति इति रूपं भवति। सो तत्र भुवादिगणे किं भवति, प्रथमबिन्दुः अस्ति, भुवादिगणस्य विशिष्टलक्षणं किम् इति वदामः चेत्, तत्र भुवादिगणे शप् इति विकरणप्रत्ययः, तस्य मूल तस्य आकृतिः अस्ति अकारः, सो प्रक्रियायां केवलम् अकारः तिष्ठति, धातु तिङ् मध्ये अकारः एव आयाति प्रथमगणे। द्वितीयबिन्दुं किम् अस्ति, भुवादिगणे यदि अन्ते धातु अन्ते कोऽपि ई इकारः उकारः अपि च ऋकारः अस्ति चेत् तस्य स्वरस्य स्वराणां तत्र परिवर्तनं भवति। इकारस्य परिवर्तनम् एकारः, उकारस्य परिवर्तनम् ओकारः, ऋकारस्य परिवर्तनम् अर् भवति इति द्वितीयः बिन्दुः। सो भुवादिगणे किं भवति, प्रथमे तत्र शप् विकरणप्रत्ययः, तस्य आकृति अकारः, धातु तिङ् मध्ये अकारः श्रूयते। द्वितीयं बिन्दुः अस्ति, धातु अन्ते यथा खाद् इति धातु, अत्र अन्ते किमपि स्वरः नास्ति, सो अत्र परिवर्तनं न जायते, परन्तु जी इति धातुः अन्ते इकारः अस्ति, श्रु इति धातु अन्ते उकारः अस्ति, ह्रु इति धातु अन्ते ऋकारः अस्ति, तथैव भू इति धातु अन्ते दीर्घ उकारः अस्ति, सो धातु अन्ते अन्तिमवर्णः यदि इ ऊ अस्ति चेत् तेषां परिवर्तनं भवति। इ स्थाने तत्र एकारः आयाति, उ स्थाने ह्रस्व उकारस्य अपि च दीर्घ उकारस्य स्थाने तत्र ओकारः आयाति, परिवर्तनं भवति। रु अपि च रु ह्रस्व ऋकारस्य अपि च दीर्घ ऋकारः अन्ते अस्ति चेत् तस्य परिवर्तनम् अर् इति भवति प्रथमगणे भुवादिगणे। तृतीयबिन्दुः, तृतीयबिन्दुः किम् अस्ति, धातुः उपधायाम् इत्युक्ते अन्तिमवर्णस्य पूर्वं यथा शुच् इति धातुः, शुच् इति धातुः अस्ति, अत्र कति वर्णाः, शकारः, ह्रस्व उकारः अपि च चकारः, त्रीणि वर्णानि शुच् इति धातुः सन्ति. अन्तिमवर्णः चकारः. चकारस्य साक्षात् पूर्वं किम् अस्ति? ह्रस्व उकारः. तथैव वृत् इति धातुः. वृत् इति धातुः वकारः, ऋकारः, तकारः. अत्रापि त्रीणि वर्णानि. अन्तिमवर्णस्य साक्षात् पूर्वम् अत्र ह्रस्व ऋकारः. तथैव अत्र अस्ति, अत्र द्वौ एव दत्तमस्ति. क्रीड् इति धातुः. क्रीड् इति धातुः कति वर्णाः? ककारः, रकारः, अनन्तरं दीर्घ ईकारः, अनन्तरं ढकारः. सो क्रीड् इति धातुमध्ये चत्वारि वर्णाः. प्रथमवर्णः ककारः, अनन्तरं रकारः, रकारस्य अनन्तरं दीर्घ ईकारः, तस्य अनन्तरं ढकारः अस्ति क्रीड् इति धातुः. परन्तु अत्र अन्तिमवर्णस्य पूर्वे दीर्घ इकारः अस्ति, ह्रस्व इकारः नास्ति. सो तृतीयः बिन्दुः किं? तृतीयः लक्षणं किं? प्रथमगणस्य तृतीयलक्षणं किम् इति वदामः चेत्, अन्तिमवर्णस्य साक्षात् पूर्वं यदि कोऽपि ह्रस्व इकारः, ह्रस्व उकारः, ह्रस्व इकारः, अपि च ह्रस्व ऋकारः, तस्य एव परिवर्तनं भवति. ह्रस्व स्वराणाम् एव परिवर्तनं कुत्र भवति? अन्तिमवर्णस्य पूर्वे. सो तत्रापि अन्तिमवर्णस्य पूर्वे ह्रस्व इकारः अस्ति चेत् तस्य परिवर्तनम् अपि एकारः. अन्तिमवर्णस्य पूर्वे ह्रस्व उकारः अस्ति चेत् तस्य परिवर्तनम् अपि ओकारः. अन्तिमवर्णस्य पूर्वे ह्रस्व ऋकारः अस्ति चेत् तस्य परिवर्तनम् अपि अर् इति परिवर्तनं भवति. सो प्रथमगणे किं भवति? प्रथमगणे तत्र स्वराणां परिवर्तनं भवति. केषां केषां स्वराणां परिवर्तनं भवति? अन्ते अन्ते धातु अन्ते स्थितानां इ ई उ ऊ रु एते षट् स्वराणां परिवर्तनं तत्र अन्ते अस्ति चेदेव भवति. सो अन्ते ह्रस्व अस्ति अपि दीर्घ अथवा दीर्घ अस्ति, द्वयोः तत्र परिवर्तनं तत्र भवति. परन्तु मध्ये इत्युक्ते अन्तिमवर्णस्य पूर्वे केवलं ह्रस्वस्वराणाम् एव परिवर्तनं भवति. यथा क्रीड् इति धातु. क्रीड् इति धातु कोऽपि परिवर्तनं न दृश्यते. अत्र क्रीड् अ ति. सो अत्र ईकारस्य परिवर्तनं न दृश्यते. किमर्थं न दृश्यते? ईकारः दीर्घस्वरः, न तु ह्रस्वस्वरः. परन्तु शुच् इति धातु मध्ये यः अन्तिमवर्णस्य पूर्वे यः स्वरः अस्ति सः ह्रस्व उकारः. सो ह्रस्वस्वरः अस्ति चेदेव परिवर्तनं भवति, गुणकार्यं भवति. इदानीं वयं गुणकार्यं न जानीमः, अतः अहं वदामि परिवर्तनं भवति. सो उकारस्य परिवर्तनम् ओकारः. उकारः ह्रस्व अस्ति अतः परिवर्तनम्. तथैव वृत् इति धातुः. वृत् इति धातुः यः ऋकारः श्रूयते सः ह्रस्व ऋकारः, न तु दीर्घ. अतः तस्य परिवर्तनं भवति अर्. सो वर्तते इति अकारः अपि श्रूयते. यः भुआदिगणस्य विशिष्टविकरणप्रत्ययस्य रूपम् आकृतिः अस्ति सः अपि श्रूयते, परिवर्तनम् अपि दृश्यते. सो अन्ते स्थितानां ह्रस्व अपि च दीर्घ इकारः, उकारः, ऋकारः एते त्रयः स्वराणाम् एव परिवर्तनं तत्र जायते. सो इकारस्य परिवर्तनम् एकारः, उकारस्य परिवर्तनम् ओकारः, ऋकारस्य परिवर्तनम् अर् इति भवति. अकारः रेफः अर् इति भवति. सो प्रथमगणस्य विशिष्टलक्षणं किम्? विकरणप्रत्ययः शप्, तस्य आकृतिः अकारः, अन्ते कोऽपि इ ई उ उरु अस्ति चेत् तेषां परिवर्तनं भवति, इ इ स्थाने ए भवति, उ उ स्थाने ओ भवति, रु स्थाने अर् भवति। परन्तु अन्तिमवर्णस्य धातुः अन्तिमवर्णस्य पूर्वे केवलं ह्रस्वस्वराणाम् एव परिवर्तनं भवति, दीर्घस्वराणां परिवर्तनं न भवति। सो केषां केषां स्वराणां परिवर्तनं भवति? इ उ रु एतेषाम् एव परिवर्तनं भवति। सो उ स्थाने ओ भवति, इ स्थाने ए भवति, रु स्थाने अर् इति परिवर्तनं भवति इति प्रथमगणस्य लक्षणम्। प्रथमगणः यः अस्ति सः बहु बृहद् गणः अस्ति। इत्युक्ते वयं किम् अधीतवन्तः, तत्र पाणिनिधातुपाठे उपद्विसहस्रधातवः, अराौण्ड् 2000 धातुस् इन् पाणिनिधातुपाठः, तेषाम् एकसहस्रधातवः औट् आफ् दोस् 2000 धातूस् 1000 धातूस् आर् इन् द फस्ट् गण एव। सो भुवादिगणः बहु बृहद् गणः अस्ति। अस्मिन् गणे एकसहस्रधातवः, तत्र अप्राक्सिमेट्लि 1000 धातवः तत्र प्रथमगणे एव तत्र सन्ति। सो एतत्तु बहु महत्पूर्वं गणः अस्ति इति वार्ता। सो अस्तु, इदानीं पर्यन्तं कोऽपि प्रश्नः अस्ति चेत् अन्म्यूट् कृत्वा वदतु, अन्यथा द्वितीयगणस्य प्रति गच्छामः। वदतु, वदतु भगिनि। करपत्रे करपत्रं दृश्यते स्क्रीन् मध्ये, अहं तत् प्रेषितवती, मेल् मध्ये अपि प्रेषितवती, ईमेल् मध्ये। किं प्रश्नः कः भगिनि, न श्रूयते? करपत्रम् आम् स्क्रीन् उपरि अस्ति, मम स्क्रीन् दृश्यते। भगिनि, मम नाम चम्पा, अहं किं भगिनि, अहं मेल् अपि अहं न पश्यामि। Actually, what happens when we add Google groups, the mail sometimes goes to the spam folder. You need to check your spam folder also, and you indicate there that next onwards don't put this mail in the spam folder. So you need to check your spam folder also. Okay, dhanyavaad bhagya. Sometimes the mail goes into the spam folder, so you have to indicate there that kindly don't put this mail next time in the spam folder, so it will come in the inbox only. Dhanyavaad. Mama prashna asti that you said karpatram, so do you have decide this, do you have separate karpatram, like you said Vadigal has this many dhatavaha, so do you that written in another karpatram, or you are just saying now and we have to keep it in our mind? You have to keep it in your mind. We don't have a karpatra. I have sent a mail. You can buy those two books. One is Panini Dhatupatha, Prakriya Anusari Panini Dhatupatha, Mata Pushpa Dikshit Virichitaha. So mail madde, I have sent the link in the mail. You can purchase. One is Panini Dhatupatha, and dvitiyam is sutra patha. So in the panini dhatu patha you will find all the 2000 dhatus, dhya rupani gana adharena eva tatra sarvam dattam asti panini dhatu pathe, parantu karpatre etat eva dattam asti. You can go to the website worldsanskrit.net. you have all the karpatras in line over there. You can see atra mama yaha अत्र पुटम् अस्ति. All the karpatras are given in the in this worldsanskrit.net. This is the website of the this class. Sarup Mahodayena etat website nirmitam. So atra yaha atra pute ya datam asti aham tasya ajarene eva vadami. Tatra kopi bhinna karpatram nasti. Astu kintu bhavati uktavati that that you know that gun karyam bhavati tat tasya krite agre tatra sarvam ayati tasya krite sutram kim katham shuch shoj bhavati katham vrit var ar bhavati rukarah ar bhavati iti sarvam agre ayasyati agre ye karpatrani tatra datani tatra prakriya api datam asti. All the steps are given in the next karpatras. So you don't worry about that. अस्तु इदानीं तत्र एतत् एव स्मर्तव्य अंशः अस्ति. गणः कः, प्रत्येकस्य गणस्य नाम किं, प्रत्येकस्य गणस्य विकरणप्रत्ययः कः, गणे किं किं भवति इति तत्र पीठिकारूपेण स्मर्तव्यः स्मर्तव्यम्. अस्तु कथं शिवादि वदति शुच् शोच् भवति इति अग्रे आयास्यति. वी विल् डू आल् द स्टेप्स् रिलेटेड् टु शुच् हौ शुच् बिकम् शोच् देट् विल् कम् इन् द नेक्स्ट् लेक्चर् नाट् टुडे. ओके, धन्यवादः. आम् अद्य यः पाठः अस्ति तस्य प्रयोजनं किम् अस्ति, दश धातुगणाः के, तेषां नाम कः, तत्र मुख्यलक्षणं किं, प्रत्येकस्य गणस्य लक्षणं किं. सो प्रथमगणः यः अस्ति तस्य नाम अस्ति भुवादिगणः. किमर्थं भुवादिगणः, तत्र भू यः अस्ति सः प्रथमधातु अस्ति, अतः पाणिनिना तस्य गणस्य नाम भू आदि इत्यादि धातवः भुवादि भू आदि धातवः इति तत्र नामं दत्तम्. प्रथमगणस्य लक्षणं किं, प्रथमगणस्य विकरणप्रत्ययः शप्, शप् इति प्रक्रियायां नातिष्ठति, शकारः पकारः अपगच्छति, तत्र अकारः एव तिष्ठति. सो धातु तिङ् मध्ये प्रथमगणे अकारः श्रूयते इति तत्र वदामः. तत्र एकम् अन्यत् वार्ता अस्ति, धातुः भुवादिगणे ये धातवः एकसहस्रधातवः तत्र सन्ति, यदि तस्य धातुः अन्ते कोऽपि इ इ उ उ रु रु अस्ति चेत् तेषां परिवर्तनं भवति अस्मिन् गणे एव भुवादिगणे. सो इ इ स्थाने तत्र ए भवति, अनन्तरं तत्र सन्धिकार्यमपि भवति. उ उ स्थाने तत्र ओ भवति, ओकारः आयाति प्रथमसोपाने. इन् द फस्ट् स्टेप् उ बिकम्स् ओ, गुणकार्यं तस्य नाम अस्ति गुणकार्यं, यः परिवर्तनं भवति तस्य नाम अस्ति गुणकार्यं. सो उ उ स्थाने अन्ते स्थितस्य उ ऊः वर्णानां तत्र किं भवति, तत्र ओकारः परिवर्तनं भवति. अन्ते रुरु अस्ति चेत् रु अथवा रु स्वरः अस्ति चेत् तस्य अर् इति आदेशः, ह्रस्वस्वरस्य अपि अर् आदेशः, दीर्घस्वरस्य अपि अर् आदेशः, ह्रस्व उकारस्य अपि ओ आदेशः, दीर्घ उकारस्य अपि ओ आदेशः, एकमेव आदेशः. तथैव ह्रस्व इकारः अथवा दीर्घ इकारः अस्ति चेत् तस्य परिवर्तनम् एकारः एव. परन्तु यः अन्तिमवर्णस्य पूर्वे केवलं ह्रस्वस्वराणाम् एव परिवर्तनं भवति, न तु दीर्घस्वराणां. के स्वराणाम्, इ ह्रस्व अस्ति चेत् तस्य ए भवति, उ ह्रस्व अस्ति चेत् तस्य ओ भवति, रु ह्रस्व अन्तिम पूर्वम् अस्ति चेत् तस्य अर् इति परिवर्तनं भवति इति प्रथमगणस्य लक्षणम्. महोदय, एकः प्रश्नः अस्ति, भवती से इ, सो देट् मीन्स् दीर्घै अण्ड् ह्रस्वै. आम्, देट् मीन्स् जि अथवा जि अस्ति चेदेव तत्र जे भवति, यथा क्रीड् इति दातु ई, जि इति दातु ह्रस्व इकारः, परन्तु क्रीड् इति दातु दीर्घ इकारः. सो अन्ते ह्रस्व इकारः अस्ति अथवा दीर्घ इकारः अस्ति, द्वयोः तत्र किं भवति, एकारः एव भवति अन्ते स्थितस्य, परन्तु अन्त्यं पूर्वं केवलं ह्रस्व इकारस्य एव गुणकार्यं भवति, परिवर्तनं भवति। दीर्घस्वराणां मध्ये यदि दीर्घस्वरः अस्ति, मध्ये न वदामः, अन्त्यं वर्णस्य पूर्वे, अन्त्यं वर्णस्य पूर्वे दीर्घस्वरः अस्ति चेत् परिवर्तनं न भवति। परन्तु अन्ते ह्रस्व अस्ति वा दीर्घ अस्ति, द्वयोः परिवर्तनं भवति। स्पष्टम्? स्पष्टं वा भगिनि? अस्तु। सो जस्ट् फार् इकारान्त् इस् दीर्घ बिफोर् बिफोर् लास्ट् लेटर् देन् इट् विल् देर् विल् नो गुण् कार्य। अत्र शू सो उकारान्त् दीर्घ वा ह्रस्व अस्ति चेत् गुणकार्यं भवति। आम् आम् तथैव। अन्ते यः अन्ते दीर्घ अस्ति वा ह्रस्व अस्ति, द्वयोः तत्र परिवर्तनं भवति। परन्तु अन्तिम पूर्वे केवलं ह्रस्वस्वराणाम् एव परिवर्तनं भवति, न तु दीर्घस्वराणां। यथा क्रीड् वयं दृष्टवन्तः, क्रीड् इति मध्ये दीर्घ अन्तिमस्वरस्य अन्तिमवर्णस्य पूर्वे दीर्घस्वरः, अतः तत्र परिवर्तनं न दृश्यते, क्रीड् एव तिष्ठति, क्रीडति। परन्तु शुच् इति धातुः अन्तिमपूर्वे ह्रस्वस्वरः, ह्रस्व उकारः, अतः तत्र शोच् भवति। तत्र शुचति इति रूपं नास्ति, असाधुरूपं। तत्र साधुरूपं किं? शोचति, उ ओ भवति, ह्रस्व अस्ति, अतः तत्र ओ भवति। परन्तु अन्ते ह्रस्व भवतु वा दीर्घ भवतु वा, तस्य परिवर्तनं प्रथमगणे जायते, तस्य परिवर्तनं भवति। दीर्घ उ, राइट्? आम्, बट् अन्ते अस्ति न भू इति धातुः, अन्ते दीर्घ उकारः अस्ति, सो सः अपि प्रथमसोपाने किं भवति? भू भो भवति। उकारस्य परिवर्तनं किम्? ओकारः। सो अन्ते दीर्घस्वरः अस्ति वा ह्रस्वस्वरः अस्ति वा, तस्य परिवर्तनं तु भवति एव। भू अपि भो भवति, सृ अपि स्रो भवति, जि अपि जे भवति। सो धी अस्ति चेत् धे भवति, परन्तु अन्तिमवर्णे वर्णस्य पूर्वे केवलं ह्रस्वस्वराणाम् एव परिवर्तनं भवति। अन्तिमपूर्वे अन्तिमपूर्वे अत्र केवलं ह्रस्व नाम एव परिवर्तनं, न तु दीर्घस्वराणाम् इति प्रथमगणस्य लक्षणम् अस्तु। अस्तु, इदानीं द्वितीयः गणः। द्वितीयः गणः किम् अस्ति? अदादिगणः। एतत् अग्रे अग्रे अपि आयास्यति, अतः चिन्ता मास्तु। तत्र वारं वारं पठिष्यामः। किं भगिनि? वाय्स् बहुत् नाय्स्। टेल् एव्रिबडि मीट्। आम् आम्, सर्वे कृपया यदि न वदति चेत् म्यूट् मध्ये तिष्ठतु। ऐ विल् म्यूट् आल्। यदि प्रश्नः अस्ति चेदेव अन्म्यूट् करोतु, अन्यथा म्यूट् मध्ये एव तिष्ठतु, तत्र ध्वनिः आयाति। मम ध्वनिः सम्यक् श्रूयते वा? आम् भगिनि। ऐ थिङ्क् बेक् आफ् युर् इङ्ग्लिश् मे बि, आक्चुलि इट् इस् रेनिङ्ग् हेविलि ओवर् हियर्, सो मे बि अस्तु. इदानीं द्वितीयः गणः अस्ति अदादिगणः. आद् इति आद् इत्यादयः धातवः. आद् इति आदिति भक्षणे. आद् इति प्रथमधातुः अस्ति, अतः द्वितीयः गणस्य नाम अस्ति अदादिगणः, द्वितीयगणः. अति इत्यादीनि क्रियापदानि अत्र अत् तत्र सन्धिकार्यं भूत्वा धकारः तकारः भवति. अत् योगः किमपि नास्ति, अनन्तरं ति इति भवति. सो अत्र किं लिखितमस्ति, विकरणप्रत्ययः नास्ति. अत्र धातु तिङ् मध्ये किमपि भागः न दृश्यते, धातुयोगः ति भवति अत्र. अत्र धातु द्वितीयगणे लक्षणं किं, द्वितीयगणे विकरणप्रत्ययः नास्ति. किमर्थं नास्ति, अत्रापि शप् अत्रापि शप् विकरणप्रत्ययः अस्ति, परन्तु शप् इत्यस्य लुक् भवति. लुक् इत्युक्ते लोपः, लोपः इत्युक्ते अदर्शनम्. अत्र शप् प्रत्ययस्य सम्पूर्ण अदर्शनं भवति. प्रथमगणे तु शकारपकारस्य एव शकारपकारः एव अपगच्छति. तत्र यः मध्ये अकारः अस्ति सः प्रक्रियायां तिष्ठति. परन्तु अदादिगणस्य यः विशिष्टलक्षणम् अस्ति, तत्र सम्पूर्णशपः लुक् भवति. इत्युक्ते शप् यः विकरणप्रत्ययः अस्ति, सः सम्पूर्णतया तस्य लोपः भवति, अदर्शनं भवति. लोपः इत्युक्ते अदर्शनं, सः न दृश्यते, न श्रूयते. सो तत्र किं भवति, धातु योग शप् योग ति कुर्मः चेत्, अद् योग शप् योग ति कुर्मः चेत्, अदादिगणे किं भवति, शप् यः अस्ति मध्ये विकरणप्रत्ययः मध्ये एव आयाति. धातु तिङ् तिङ् मध्ये यः शप् प्रत्ययः अस्ति, तस्य सम्पूर्णतया लुक् भवति, तस्य लोपः भवति. सो तत्र किमपि न तिष्ठति मध्ये. सो अत् ति इति रूपम्, अत्र अकारः न श्रूयते. सो द्वितीयगणस्य किं लक्षणं, द्वितीयगणस्य लक्षणम् अस्ति कोऽपि विकरणप्रत्ययः नास्ति. किमर्थं नास्ति, तत्र शप् इति यः विकरणप्रत्ययः, तस्य लुक् भवति. लुक् इत्युक्ते सम्पूर्णतया तस्य लोपः भवति, तत्र किमपि न तिष्ठति. सो धातु तिङ् मध्ये किमपि न तत्र तिष्ठति. यथा अस् इति धातु, अस् धातु अस्ति, अस् योग शप् योग ति कुर्मः चेत् शप् लुक् भवति. सो तत्र किं तिष्ठति, अस् योग ति. सो अस्ति इति रूपम्, अस्माकं परिचितं रूपम् अस्ति. अत्र सकारस्य अनन्तरं कोऽपि अकारः न श्रूयते, किमपि न श्रूयते. अस् योग ति अस्ति इति रूपम्. सो अत्र धातु तिङ् मध्ये किमपि नास्ति, किमपि न श्रूयते. धातु अनन्तरं साक्षात् तिङ् अस्ति. सो द्वितीयगणस्य लक्षणं किं, तत्र विकरणप्रत्ययः नास्ति द्वितीयगणे. धातु तिङ् मध्ये किमपि नास्ति, शप् लुक् भवति इति वदामः. शप् लुक् भवति, लुक् लुक् लुक् इत्युक्ते एकप्रकारकः लोपः. लोपः इत्युक्ते किम्, अदर्शनं, सम्पूर्ण अदर्शनं भवति अत्र. अत्र शकारस्यापि लुक् भवति, अकारस्य पकारस्य सम्पूर्ण प्रत्ययस्य एव लुक् भवति. सो अत्र धातु तिङ् मध्ये किमपि न श्रूयते, अस्ति इति रूपम्. हन् इति धातु अस्ति, हन्ति इति रूपम्. सो हन् योग ति, केवलं हन् योग ति अस्ति. वर्णमेलनेन किं भवति, हनति इति, हन्ति इति रूपं, हन्ति इति रूपं. तथैव वच् योग ति, वक्ति इति रूपम्. अत्र चकारस्य ककारः सन्धिकार्यं, तत्तु भिन्नं. परन्तु अत्र धातु तिङ् मध्ये किमपि न श्रूयते, वच् योग ति वक्ति इति भवति. आस् इति धातु, आस् योग अत्र आत्मनेपदी धातु अस्ति, अतः अत्र ते इति तिङ् भागः. सो आस्ते इति रूपम्. तथैव शी इति धातु, शी शेते इति रूपम्. सो शी अत्र कथं शे भवति इति वयम् अग्रे दर्शामः. सो अत्र किं भवति, द्वितीयगणस्य किं लक्षणम् अस्ति, द्वितीयगणः यः विकरणप्रत्ययः अस्ति तस्य लुक् भवति, सम्पूर्णतया तस्य लोपः भवति. धातु तिङ् मध्ये तत्र किमपि न श्रूयते. सो अत्रापि कोऽपि परिवर्तनं न दृश्यते, धातु तिङ् मध्ये किमपि न श्रूयते, डैरेक्ट् धातुयोगः तिङ् प्रत्ययः अत्र भवति. सो हन्ति, अस्ति, वक्ति, आस्ते इति रूपं भवति. द्वितीयगणः तु सामान्यगणः, अत्र विकरणप्रत्ययः नास्ति. विकरणप्रत्ययस्य लुक् भवति, सम्पूर्णतया लोपः भवति, अदर्शनं भवति. सो अत्र प्रयोजनं किम्? अत्र प्रयोजनम् अस्ति लटीरूपं दृष्ट्वा कथं जानीमः धातु कस्मिन् गणे अस्ति. यथा शोचति इति दृष्ट्वा अत्र अकारः श्रूयते. सो तत्र प्रथमतया अस्माकं मनसि किम् आयाति, अत्र धातु तिङ् मध्ये अकारः श्रूयते. अतः अकारः श्रूयते, अकारः तु प्रथमगणस्य आकृतिः अस्ति. अतः सामान्यतया किं वदामः, प्रथमगणस्य धातुः. तथैव अस्ति, हन्ति, वक्ति इति वदामः चेत् अत्र धातु तिङ् मध्ये किमपि न, किमपि ध्वनिः न श्रूयते, किमपि वर्णः न श्रूयते. अतः प्रथमतया किं वदामः, लटीरूपं दृष्ट्वा वयं ज्ञातुं शक्यते, वयम् ऊहां कर्तुं शक्यते धातुः कस्मिन् गणे अस्ति इति तत्र वार्तः. वि केनाट् रिमेम्बर् द 2000 धातुस्, कः धातु कस्मिन् गणे अस्ति, परन्तु लटीरूपं दृष्ट्वा वयं ज्ञातुं शक्यते धातुः कस्मिन् गणे अस्ति इति वयम् ऊहाम् अनुमानं कर्तुं शक्यते. तत्र धातु तिङ् मध्ये यः भागः श्रूयते तस्सः भागः विकरणप्रत्ययस्य भागः. विकरणप्रत्ययस्य भाग आधारेण एव वयं ज्ञातुं शक्यते धातु कस्मिन् गणे अस्ति, प्रथमगणे वा, द्वितीयगणे वा, तृतीयगणे वा. किमर्थं चेत् तत्र प्रत्येकस्य गणस्य तत्र विशिष्टलक्षणमपि अस्ति. सो लटीरूपं दृष्ट्वा वयं ज्ञातुं शक्यते धातु कस्मिन् गणे अस्ति. सो यथा परिवर्तनं दृश्यते, स्वराणां परिवर्तनं दृश्यते, तु प्रथमतया एव अस्माकं मनसि आयाति, ओ परिवर्तनं तु भुवादिगणे जायते, अतः मे बि दिस् धातु बिलाङ्ग्स् टु द प्रथमगणः. सो प्रथमगणे तत्र बृहद् धातवः, तत्र एकसहस्रधातवः. तथैव धातु तिङ् मध्ये किमपि न श्रूयते, हन् इति धातु, ति इति तिङ् प्रत्ययः, मध्ये किमपि न श्रूयते. सो वयम् ऊहां कर्तुं शक्यते, अनुमानं कर्तुं शक्यते धातुः द्वितीयगणस्य धातुः, हन् इति धातुः. तत्र हन् योगति कुर्मः चेत् मध्ये किमपि न श्रूयते, किमपि वर्णः मध्ये न आयाति, अतः अदादिगणस्य लक्षणम्. सो अदादिगणस्य लक्षणं किं? धातु तिङ् मध्ये किमपि न श्रूयते, विकरणप्रत्ययः नास्ति, अत्र शप् लुक् भवति इति वदामः. अस्तु, इदानीं भगिनि एकः प्रश्नः अस्ति, हौ श्रीविकं शेते, हौ दिस् गुणकार्यं भवति, अत्र ई ए भवति. सो एतत् सर्वम् अग्रे आयास्यति, परन्तु अत्र वार्ता का भगिनि? अत्र वार्ता अस्ति अदादिगणस्य लक्षणं किम् अस्मिन् करपत्रे प्रथमभागे. तत्र वार्ता किम्? वार्ता अस्ति धातु तिङ् मध्ये शीशे भवति, तत्र सत्यम्, अत्रापि गुणकार्यं भवति, परन्तु अत्र धातु तिङ् मध्ये अत्र तिङ् इति भागः ते अस्ति. किमर्थं चेत् शीङ् इति धातु आत्मनेपदी धातु. सो अतः टी न श्रूयते, ते श्रूयते. सो अत्र धातु तिङ् मध्ये किमपि नास्ति. सो यत्र धातु तिङ् मध्ये किमपि वर्णः नास्ति तत्र वयं किं वदामः, अदादिगणस्य धातुः. किमर्थं चेत् अदादिगणस्य लक्षणम् एव अस्ति धातु तिङ् मध्ये किमपि न श्रूयते, यथा आस् इति धातु, ते इति तिङ्भागः. सो सो आस्ते इति रूपं सो धातु तिङ् मध्ये किमपि न श्रूयते शी कथं शे भवति शुच् कथं शोज् भवति इति अग्रे वयं दृश्यामः पश्यामः इति अग्रे अग्रे एतत् सर्वम् आयाति परन्तु इदानीं यः विषयः अस्ति सः अस्ति प्रत्येकस्य गणस्य लक्षणं किं धातु तिङ् मध्ये किं भागं श्रूयते प्रथमगणे अकारः श्रूयते द्वितीयगणे किमपि न श्रूयते किमपि वर्णः द्वितीयगणे धातु तिङ् मध्ये न आयाति इति तत्र वार्ता कदाचिगणे गुणकार्य अपि भवति कुत्र कुत्र भवति भवति किमर्थं भवति अदादिगणे गुणकार्यं भवति परन्तु कदा भवति केन कारणेन भवति इति तु विषयः भिन्नः अस्तु तत्र बहु न्यूनं धातवः तत्र सन्ति अदादिगणे येषां गुणकार्यं भवति शि इति एकम् अस्ति परन्तु मुख्यतया तत्र हलन्तधातवः एव तत्र अदादिगणे अस्ति सो तत्र गुणकार्यम् इति विषयः न परन्तु वयम् अत्र दृष्टवन्तः शीशे भवति सो अत्र गुणकार्यं भवति परन्तु केन कारणेन भवति इति वार्ता भिन्नम् अस्तु अस्तु सो अदादिगणस्य लक्षणं किं तत्र विकरणप्रत्ययः नास्ति शप् लुक् भवति सम्पूर्णतया तस्य लोपः भवति अदादिगणे इदानीं तृतीयः गणः तृतीयः गणः अस्ति ज्योत्यादिगणः बहु विशिष्टगणः अस्ति ज्योत्यादिगणः किमर्थं चेत् अत्र यः लक्षणम् अस्ति तृतीयगणस्य लक्षणं किं तृतीयगणस्य लक्षणम् अस्ति अत्र धातु द्वित्वं भवति द्विवारम् उच्चारणं भवति इत्युक्ते दा अस्ति चेत् दादा भवति हु अस्ति चेत् हु हु भवति भी अस्ति चेत् बीभी भवति सो अत्र प्रथमलक्षणं किं तृतीयगणे प्रथमलक्षणम् अस्ति धातु द्वित्वं भवति द्विवारणम् उच्चारणं भवति धातुः अत्र प्रथमे पठामि अत्र किं लिखितमस्ति जुहोत्यादिगणः हु इत्यादिः धातवः अत्र तु प्रथमधातु अस्ति हु सो अत्र नाम किमस्ति जुहोत्यादि अत्र हुहोति हु आदिधातुः नास्ति अत्र जुहोत्यादि अस्ति किमर्थं चेत् लटीरूपं जुहोति अत्र धातु द्वित्वं भवति प्रथमे तु हु हु भवति अनन्तरं हकारस्य झकारः परिवर्तनं भवति अभ्यासकार्यं सो हु हु यः अस्ति प्रथम हु अस्ति सः जु भवति हकारस्य स्थाने जु भवति अनन्तरम् उकारस्य गुणः ओकारः जुहो जुहो भवति धातुः द्वित्वं भवति धृत्वा अनन्तरं तत्र अन्यत् कार्यम् अपि अपेक्षितम् अनन्तरं तत्र किं भवति साक्षात् ति आयाति सो तृतीये गणे अपि प्रथमे पठामि विकरणप्रत्ययः नास्ति यथा द्वितीयगणे विकरणप्रत्ययः नास्ति तृतीयगणे अपि धातु तिङ् मध्ये किमपि न श्रूयते परन्तु अत्र विशिष्टलक्षणं धातु द्वित्वं भवति अत्रापि किं शप् किं भवति द्वितीयगणे तु शप् लुक् भवति परन्तु तृतीयगणे शप् श्लू भवति श्लू अपि एकप्रकारकः लोपः एव सम्पूर्णलोपः भवति शकार अकार पकारस्य सम्पूर्णत्रीणि वर्णानां तत्र अपगच्छति न तिष्ठति तेषामपि लोपः भवति परन्तु तादृशलोपस्य नाम किं श्लू किमर्थं चेत् अत्र द्वित्वं भवति अतः अत्र भिन्नप्रकारकः लोपः श्लू इति लोपः शप् इति अदादिगणे शप् अपि लोप् तस्य सम्पूर्णतया लोपः भवति परन्तु तस्य नाम अस्ति लुक् सो द्वितीयगणे शप् लुक् भवति लुक् लुक् यदि लुक् भवति चेत् तत्र द्वित्वं न भवति परन्तु यत्र यत्र श्लू इति लोपः भवति तत्र द्वित्वकार्यम् अपि भवति अतः तृतीयगणस्य लक्षणं किं प्रथमबिन्दुः अस्ति विकरणप्रत्ययः नास्ति शप् श्लू भवति श्लू भवति अतः तत्र धातु द्वित्वं भवति सो त्रिणीलक्षण विकरण शब्दश्लो भवति सम्पूर्णतया लोपः भवति सो विकरणप्रत्ययः नास्ति धातु तिङ् मध्ये किमपि न श्रूयते किमपि न तिष्ठति डैरेक्ट् धातु योगः ति भवति अत्रापि यथा अदादिगणे धातु योग ति भवति मध्ये किमपि न श्रूयते तथैव तृतीयगणे अपि तृतीयगणे ज्योत्यादिगणे किं भवति धातु तिङ् मध्ये विकरणप्रत्ययः नास्ति किमपि न श्रूयते परन्तु लक्षणं किं धातु द्वित्वं भवति श्लू कारणेन अत्र धातुः द्वित्वं भवति उदाहरणं धातु अस्ति दा सो प्रथमे किं भवति दा दा भवति द्वित्वं भवति अनन्तरं तत्र अन्यत् कार्यमपि भवति यः प्रथमदा अस्ति सः द दकारः एव तत्र दीर्घस्वरः न तिष्ठति सो किं कथं तत् ते सर्वं भवति तत्र सूत्र आधारेण यथा मया उक्ता यत्किमपि कार्यं व्याकरणशास्त्रे भवति तस्य आधारः सूत्रम् एव सूत्र आधारेण एव एतत् सर्वं यत्किमपि परिवर्तनं भवति सः सूत्र आधारेण एव भवति सो धाधा कथं ददा भवति इति तत्र सूत्रमस्ति सो ददा प्रथमे दादा अनन्तरं ददा योगति मध्ये किमपि न श्रूयते दा ददा इति धातुभागः अनन्तरं ति इति तिङ्भागः मध्ये किमपि न श्रूयते सो ददाति इति रूपं तथैव धा धा प्रथमे धा धा भवति अनन्तरं तत्र यः महाप्राणदकारः अस्ति प्रथमभागे सः अल्पप्राणत्वं तत्र प्राप्नोति सः द भवति यः दीर्घस्वरः अस्ति सः अपि ह्रस्व भवति सो दधाति इति रूपं दधाति इति रूपं सो अत्र द्वित्वकार्ये तत्र कानिचन अन्यकार्याणि अपेक्षितं किमर्थं सरलरूप्या वदामः इदानीं सूत्रं मास्तु तत्र किं भवति यत्किमपि धातु अस्ति यथा दादा यदि प्रथमभागे यः प्रथमभागः अस्ति दा योग दा यः प्रथमभागः अस्ति तत्र किं किं भवति दीर्घस्वरस्य ह्रस्वत्वं भवति ह्रस्वम् इति यः तत्र एकं सूत्रमस्ति तेन सूत्र आधारेण यदि प्रथमभागे दीर्घस्वरः अस्ति चेत् तस्य ह्रस्वस्वरः भवति एकं कार्यं द्वितीयं कार्यं किं प्रथमभागे यदि कोऽपि महाप्राण अक्षरः अस्ति चेत् तस्य अल्पप्राण अक्षरं परिवर्तनं भवति अस्तु यथा धा धा इति महाप्राणधा सो प्रथमे तु किं भवति ह्रस्वम् इति सूत्रेण तत्र आकारस्य दीर्घ आकारस्य अकारः भवति अनन्तरं महाप्राणवर्णस्य अल्पप्राणत्वं तत्र भवति सो धा स्थाने केवलं द एव तत्र तिष्ठति सूत्राधारेण सो तत्र धातु द्वित्वं भूत्वा अनन्तरं अन्यत् कार्यं भूत्वा किं भवति दधा इति धातु तथैव धा इति धातु ददा इति धातु भी अत्रापि अत्र दृश्यतु अत्रापि महाप्राण अक्षरः दीर्घस्वरः सो प्रथमभागे किं भवति दीर्घस्वरस्य ह्रस्वं भवति बि भवति अनन्तरं महाप्राणस्थाने अल्पप्राण भवति सो बि प्रथमभागे बि अनन्तरम् ई स्थाने ए भवति बिभे इकारस्य गुणः इकारस्य परिवर्तनम् एकारः सो बिभे अनन्तरं किमपि नास्ति साक्षात् तिङ् प्रत्ययः सो धातु तिङ् प्रत्यये तृतीयगणे अपि किमपि न श्रूयते डैरेक्ट् धातु योगः तिङ् भवति मध्ये विकरणप्रत्ययस्य भागः न श्रूयते परन्तु अत्र यः द्वित्वं भवति सः विकरणप्रत्ययस्य कारणेन एव भवति विकरणप्रत्ययः श्लू भवति अतः अत्र द्वित्वकार्यं भवति किमपि तु अत्र धातुतिङ् मध्ये किमपि न श्रूयते, किमपि न तिष्ठति, परन्तु शप् श्लू भवति इति कारणतः तत्र धातुधित्वं भवति. परन्तु अनादिगणे शप् लुक् भवति, तत्र लुक् इति कार्यस्य कोऽपि अन्यत् कार्यं नास्ति, तत्र डैरेक्ट् धातुयोग ति भवति. सो तत्रापि धातुतिङ् मध्ये किमपि न श्रूयते, परन्तु वयं लटिरूपं दृष्ट्वा यत्र द्वित्वं भवति अस्माकं यः ऊहामस्ति, अनुमानम् अस्ति, ओहो अत्र द्वित्वं श्रूयते, अतः धातु ज्योत्यादिगणस्य धातवः. द्वित्वं न श्रूयते, धातुतिङ् मध्ये किमपि न श्रूयते, अतः धातु अदादिगणस्य धातुः इति वयम् ऊहां कर्तुं शक्यते. अस्तु, पृच्छतु, प्रश्नः अस्ति. यदि गादातु स्वीकरोति चेत् ददाति भवति, किञ्चित् वर्णवर्णतः न भवति तत्र, दाति एव भवति. किन्तु घि इति धातोः विधेति एकारः भवति, इकारस्थाने एकारः आगच्छति, तस्य किमर्थम्? आम्, तत्र अहं किम् उक्तवती पूर्वे, तत्र इ ई उ ऊ रु स्थाने एव परिवर्तनं भवति, अत्र आकारः अस्ति, आकारस्य परिवर्तनं न भवति. सो इक् वर्णानाम् एव परिवर्तनं भवति, इ परिवर्तनं भवति, उ परिवर्तनं भवति, रु स्थाने एव परिवर्तनं भवति. इत्युक्ते इकारः उकारः ऋकारस्य स्थाने एव परिवर्तनं भवति, न तु अन्यस्वराणाम्. अस्तु, तथैव अस्ति, केवलम् इ रु स्थाने एव परिवर्तनं भवति. इ स्थाने एकारः आयाति, उ स्थाने ओकारः आयाति, रु स्थाने अर् परिवर्तनं भवति. सर्वदा एतत् एव भवति. अन्य एते त्रया स्वराणां विहाय कोऽपि अन्यस्वरः अन्ते अस्ति चेत् तत्र परिवर्तनं न भवति. अस्तु, समीचीनं. नमस्ते महोदये. आं, पृच्छतु भगिनि. एतं प्रश्नम् उचितं वा न वा अहं न जानामि भगिनि, मम मनसि प्रश्नः आगच्छति. अतः शप् इति तदेव किमर्थं स्वीकृतम् अस्ति? शप् शप् इति एकं विकरणप्रत्ययः, तत्र सः अपि सूत्राधारेण एव धातुतिङ् मध्ये आयाति. सो तत्र शप् शप् किमर्थं मध्ये आयाति, तस्य कृते अपि सूत्रमस्ति. सो धातुतिङ् धातु यदा तिङ् दृश्यति तत्र शप् आयाति, परन्तु शप् सर्वदा न तिष्ठति, प्रत्येकस्मिन् गणे शप् न तिष्ठति. वयं दृष्टवन्तः प्रथमगणे शप् तिष्ठति, परन्तु शकारपकारयोः लोपः भवति, शप् प्रत्ययस्य प्रतिनिधिः तत्र यः अस्ति सः अकारः अस्ति, मूलाकृतिः यः प्रक्रियायां तिष्ठति सः अकारः अस्ति. द्वितीयगणे अपि शप् इति आयाति मध्ये, परन्तु तत्र विशिष्टसूत्रेण तत्र शप् लुक् भवति, सम्पूर्णतया तस्य लोपः भवति. सो तत्र किमपि न तिष्ठति, लुक् कारणेन तत्र अन्यत् कार्यम् अपि न भवति. सो तत्र किं भवति, धातुयोग तिङ् डैरेक्ट् भवति, तत्र किमपि अन्यत् कार्यं न भवति. तृतीयगणे किं आम्, तत्र सूत्रमस्ति, अहम् उक्तवती यत्किमपि व्याकरणशास्त्रे भवति, यत्किमपि स्मालेस्ट् कार्यं भवति, तस्य कृते तत्र सूत्राणि सन्ति. इदानीं पर्यन्तं वयं न जानीमः पाणिनिसूत्रं कथं पठनीयं, तस्य शैली किम् अस्ति. सो इदानीं प्रथमः यः अध्यायः अस्ति, अत्र सूत्रस्य विवरणं नास्ति, सूत्रस्य विवरणं न दत्तमस्ति, परन्तु अग्रे वयम् एतत् सर्वं सूत्र आधारेण एवं कुर्मः. अस्तु महोदय, धन्यवादः. महोदय, प्रथम गणे विकरणप्रत्ययः अस्ति शप् द्वितीय गणे शप् तृतीयगणे शप वा शप् सर्वत्र शप् शप् एव अस्ति शकारः अत्र मुद्रणदोषः अस्ति शप् शप न न अत्र शपः श्लु भवति शपः शपः अत्र कारणमस्ति भगिनि मुद्रणदोषं नास्ति अस्तु अत्र शप् स्थाने इत्युक्ते अत्र षष्ठी विभक्त्यान्तं पदः शपः इति षष्ठी अस्ति सो शपः स्थाने अत्र श्लू भवति सो शप् शपः श्लू भवति इति मुद्रणदोषं नास्ति भगिनि सर्वत्र शप् एव विकरणप्रत्ययः इति शकारः अकारः पकारः सर्वत्र शप् आयाति परन्तु तत्र भिन्नभिन्नगणेषु शप् स्थाने अन्यत् अन्यत् अन्यत् विकरणप्रत्ययस्य तत्र विधानं भवति सूत्राधारेण एव भवति किमपि वयं स्वयं किमपि न कर्तुं शक्यते सूत्रम् अस्ति चेदेव कार्यं भवति सूत्रं नास्ति चेत् कार्यं न भवति सूत्राधारेण एव सर्वं भवति सो तृतीयगणस्य लक्षणं किं धातु द्वित्वं भवति यत्किमपि धातु ज्योत्यादिगणे अस्ति तत्र द्विवारम् उच्चारणं भवति ददाति दधाति बिभेति जहाति ज्योत्यादि जुहो इत्र जकारः श्रूयते हकारस्य स्थाने ज इति भवति केन सूत्रेण भवति इति वयम् अग्रे पश्यामः सो तृतीयगणे अपि विकरणप्रत्ययः नास्ति धातु तिङ् मध्ये किमपि न श्रूयते परन्तु अत्र विशिष्ट लक्षणमस्ति धातु द्वित्वं भवति तृतीयगणे अस्तु इदानीं चतुर्थगणस्य प्रति गच्छामः चतुर्थगणस्य नाम अस्ति दिवादिगणः चतुर्थगणः दिव् इति धातुः दिव् इत्यादयः धातवः प्रथमधातु दिव् अस्ति अतः गणस्य नाम अस्ति दिवादिगणः चतुर्थगणः दीवयति इत्यादीनि क्रियापदानि अत्र दृश्यतु अत्र किं भवति दिव् दीव् भवति धातु तिङ् मध्ये यकारः श्रूयते य यकारः न वदामः य अपि च अ य श्रूयते सो अत्र विकरणप्रत्ययः किम् अस्ति चतुर्थगणे विकरणप्रत्ययस्य नाम कः श्यन् शकारः यकारः अकारः नकारः चत्वारि वर्णः श्यन् इति विकरणप्रत्ययः चतुर्थगणस्य विकरणप्रत्ययः श्यन् अत्रापि प्रथमे शप् आयाति शप् स्थाने अत्र शन् शप् बाधित्वा अत्र शन् इति आदेशः सूत्राधारेण एव भवति अत्रापि शकारस्य लोपः भवति अन्तिमनकारस्य लोपः भवति अत्र य यकारः अकारः य य अत्र तिष्ठति सो धातु तिङ् मध्ये चतुर्थगणे किं श्रूयते य इति भागं श्रूयते सर्वदा ये धातवः दिवादिगणे सन्ति चतुर्थगणे तत्र सन्ति तेषां लटीरूपं दृश्यामः पश्यामः चेत् तत्र धातु तिङ् मध्ये य सर्वदा श्रूयते अत्र दृश्यतु नशयति नृतयति कुपयति क्रुधयति य य य तुषयति मनयते विद्यते विद्यते य य सो चतुर्थगणस्य लक्षणं किं चतुर्थगणस्य नाम कः चतुर्थगणस्य नाम दिवादिगणः किमर्थं दिव् इति प्रथमधातुवः सो दिव् आदिधातुवः यस्मिन् गणे सः दिवादिगणः विकरणप्रत्ययः किम् अस्ति शन् इति विकरणप्रत्ययः शकारनकारयोः लोपः भवति तेन तिष्ठति य एव तिष्ठति यकार अकारः तिष्ठति सो धातु तिङ् मध्ये अत्र किं भवति य सर्वदा श्रूयते तिष्ठति य श्रूयते सो अत्र उदाहरणं किमस्ति नश् इति धातु नश् योग य योग ति नशयति अस्तु सो अत्र चतुर्थगणे किं भवति धातु तिङ्मध्ये य श्रूयते नृत् इति धातुः नृत् योग य योगति नृतयति य इति कुत्र आयाति विकरणप्रत्ययस्य भागः विकरण अत्र विकरणप्रत्ययः किं श्यन् इति विकरणप्रत्ययः मूलविकरणप्रत्ययः अस्ति श्यन् शप् स्थाने शन् शप् बाधित्वा अत्र श्यन् आयाति सूत्राधारेण एव एतत् सर्वं कार्यं भवति शकारनकारस्य लोपः भवति तदपि सूत्राधारेण एव भवति सूत्रं किम् इति वयम् अग्रे पश्यामः सो य एव अवशिष्यते प्रक्रियायां केवलं य श्रूयते न तु श्यन् श्रूयते सो धातु तिङ्मध्ये यत्र यत्र धातु तिङ्मध्ये य इति भागं श्रूयते अहम् अनुमानं कर्तुं वयम् अनुमानं कर्तुं शक्यते किं धातु द्विवादिगणस्य धातुः किमर्थम् अत्र धातु तिङ्मध्ये य इति भागः श्रूयते कुपयति क्रुदयति तुषयति मन्यते विद्यते अत्र दृश्यतु दकारस्य साक्षात् पूर्वं रस्कारः परन्तु अत्र परिवर्तनं न दृश्यते क्रुद् क्रुद् एव तिष्ठति केवलम् अत्र य आयाति क्रुदयति इति रूपम् आम् पृच्छतु महोदय एतत् निजन्तरूपमपि दापयति पाठयति यति य प्रत्ययं भवति एव न आमां तत्र सत्यं तत्र निजन्तरूपे अपि यकारः श्रूयते सो तत्र तत्र भिन्नकार्यं भवति यदा निज् योजयामः चेत् तत्र तत्र निच् प्रेरणार्थे अस्ति तत्र अन्यत् कार्यम् अपि भवति परन्तु अत्र यः यः श्रूयते सः शन् इति प्रत्ययस्य भागः न तु निच् प्रत्ययस्य भागः धन्यवादः सो चतुर्थगणस्य विशिष्टलक्षणं किं तत्र धातु तिङ्मध्ये य इति भागं श्रूयते सर्वदा श्रूयते अत्र विकरणप्रत्ययः किमस्ति विकरणप्रत्ययः तु मूले श्यन् अस्ति परन्तु शकारनकारयोः लोपः भवति ते अपगच्छति ते न तिष्ठति य एव तिष्ठति सो धातु तिङ्मध्ये सर्वदा य इति भागं श्रूयते अत्रापि गुणकार्यं न भवति अत्र दृश्यतु दकारस्य पूर्वे ह्रस्व उकारः परन्तु ह्रस्व उकारस्य क्रोध्यति न भवति क्रुद्ध एव तिष्ठति तुष् इति धातुः शकारस्य पूर्वे ह्रस्व उकारः परन्तु तोष् न भवति अत्र तुष् एव तिष्ठति सो अत्र परिवर्तनं चतुर्थगणे किमपि परिवर्तनं धातुमध्ये धातृस्वराणां परिवर्तनं न भवति क्रुद् क्रुद् तिष्ठति तुष् तुष् तिष्ठति कुप् कुप् तिष्ठति नृत् नृत् तिष्ठति नर् अर् न भवति अत्र यद्यपि अति अन्तिमवर्णस्य साक्षात् पूर्वं ह्रस्व ऋकारः अत्रापि ह्रस्व उकारः अत्रापि ह्रस्व उकारः परन्तु तथापि अत्र परिवर्तनं न भवति सो चतुर्थगणे परिवर्तनं स्वराणां परिवर्तनं गुणकार्यं न भवति क्रुद् क्रुद् तिष्ठति कुप् कुप् तिष्ठति नृत् नृत् तिष्ठति सो चतुर्थगणस्य लक्षणं किं धातु तिङ्मध्ये य इति भागं सर्वदा श्रूयते नृतयति कुपयति क्रुदयति तुषयति यति यति यति यते यते विदयते नश्यति इति रूपं सो चतुर्थगणस्य लक्षणं विकरणप्रत्ययः श्यन् तस्य आकृतिः अस्ति य इति आकृति यकारः अकारः चतुर्थगणस्य इदानीं पञ्चमगणः स्वादिगणः पञ्चमगणः स्वादि किमर्थं स्वादि सु इत्यादिः धातवः सु सो भवति अनन्तरं सः सौ भवति अतः अत्र स्वादिगणः सो सु इत्यादिः धातवः न सु इति धातु अस्ति प्रथमगणः, सुयोग आदि कुर्मः चेत् तत्र तत्र किं भवति, घुन् घुन् सन्धि भूत्वा स्वादिगणः इति भवति, अत्र गुणकार्यं न भवति। किमर्थं चेत् अत्र धातुः किं लटिरूपं किमस्ति, स्नोति। अत्र धातु तिङ् मध्ये नो इति भागः श्रूयते, सो स्वादिगणे नो इति भागः सर्वदा लटिरूपे श्रूयते इत्यादीनि क्रियापदानि। विकरणप्रत्ययः किम् अस्ति अत्र, श्नु। शकारः नकारः उकारः त्रीणि वर्णाः, विकरणप्रत्ययः श्नु अस्ति। यः आदिं शकारः अस्ति सः अपगच्छति, सर्वदा आदिं शकारः अपगच्छति। अत्रापि श्यन् शप् प्रथमशकारः अपगच्छति, अत्रापि शकारः अपगच्छति, अत्रापि श्नु अस्ति। आदिं वर्णः शकारः, सः अपगच्छति, केन सूत्रेण गच्छति तत्र वयम् अग्रे पश्यामः। सो अत्र अवशिष्टभागः कः, नु इति अवशिष्टभागः। नकारः उकारः, नु परिवर्तनं भवति ओ, उकारस्य परिवर्तनम् ओ भवति। सो एकवचने सर्वदा एकवचने किं श्रूयते, स्नोति, चिनोति, शक्नोति, नू न श्रूयते। परन्तु द्वितीय द्विवचने अपि च बहुवचने नू एव तिष्ठति, केवलम् एकवचने नो नु नो भवति, नु नो भवति एकवचने एव। तस्य कारणं किम् इति वयम् अग्रे पश्यामः। सो स्वादिगणः पञ्चमगणः, तत्र सु इत्यादयः धातवः। विकरणप्रत्ययः कः अस्ति, श्नु इति विकरणप्रत्ययः। शकारः अपगच्छति, नु तिष्ठति, नु एकवचने नो भवति, लटी रूपे एकवचने नु नो भवति। सो रूपाणि कानि, उदा आप् इति धातु, आप् नोति, आप् नोति। धातु तिङ् मध्ये सर्वदा एकवचने नो इति भागं श्रूयते, चि नो ति, चि इति धातु, नो इति विकरणप्रत्ययस्य भागः, ति इति तिङ्भागः, चिनोति इति रूपं, शक् योगनो योगति, शक्नोति इति लटिरूपम्। सो धातु तिङ् मध्ये नो इति भागः श्रूयते, नो श्रूयते चेत् यत्किमपि लटिरूपं दृष्ट्वा वयम् अनुमानं कर्तुं शक्यते, ओ अत्र नो श्रूयते, अतः एतत् धातुः स्वादिगणस्य धातुः। स्वादिगणे श्नु इति विकरणप्रत्ययः, तत्र शकारः अपगच्छति, नु तिष्ठति, एकवचने नो भवति। मध्यमपुरुष एकवचने अपि नो भवति, उत्तमपुरुष एकवचने अपि नो भवति। सो एकवचने नु नो भवति, परन्तु द्विवचने नु नो न भवति। किमर्थं न भवति इति वयं सूत्राधारेण पठिष्यामः। सो शक्नोति, धू नोति, अत्रापि अत्र दृश्यतु धू अस्ति धातु, धू अन्ते दीर्घकारः अस्ति, परन्तु अत्र ओ न भवति, धोनोति न भवति, धूनोति एव तिष्ठति। अत्रापि किं भवति, गुणकार्यं न भवति। चि अस्ति, अन्ते रस्वीकारः अस्ति, परन्तु चि चे न भवति। अत्र पञ्चमगणे अपि गुणकार्यम् इत्युक्ते परिवर्तनं, स्वराणां परिवर्तनं न भवति। प्रथमगणे इदानीं पर्यन्तं वयं दृष्टवन्तः प्रथमगणे परिवर्तनं भवति, अपि च तत्र द्वितीयगणे इत्युक्ते अगादिगणे तत्र शीशे भवति, शेते इति रूपं भवति, परन्तु स्वादिगणे गुणकार्यं न भवति, द्वादिगणे अपि गुणकार्यं न भवति, स्वराणां परिवर्तनं न भवति। धातु तिङ् मध्ये सर्वदा एकवचने नो श्रूयते, द्विवचने बहुवचने तु नु एव श्रूयते, अत्र नु नो भवति। अत्र विकरणप्रत्ययस्य प्रथम एकवचने विकरणप्रत्ययस्य परिवर्तनं भवति, न तु धातुपरिवर्तनं। सो धातु किमपि स्वराणां परिवर्तनं न भवति, धू धू एव तिष्ठति, चि चि एव तिष्ठति। सो यत्र यत्र चिनोति नो नो नो मध्ये श्रूयते सर्वदा अस्माकं यः ऊहाम् अस्ति अनुमानम् अस्ति ओ धातु स्वादिगणस्य धातु सो लटीरूपं दृष्ट्वा वयं ज्ञातुं शक्यते धातु कस्मिन् गणे अस्ति केन आधारेण विकरणप्रत्ययस्य आधारेण एव धातु तिङ्मध्ये किं भागः श्रूयते सः कस्य गणे अस्ति सः तस्य लक्षणं किम् अस्ति कस्मिन् गणे एतत् भागं श्रूयते य नो श्रूयते तेन आधारेण एव वयं ज्ञातुं शक्यते धातु कस्मिन् गणे अस्ति इति वयम् ऊहां कर्तुं शक्यते सो स्वादिगणस्य विकरणप्रत्ययः श्नु तत्र नु तिष्ठति नु एकवचने नो भवति चिनोति आप्नोति शक्नोति धूनोति इति रूपं रूपाणि इदानीं पर्यन्तं कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु अग्रिमकक्षायाम् एतस्य अनन्तरं तत्र पठिष्यामः प्रत्येकस्य गणस्य नाम कः तस्य विकरणप्रत्ययः कः विकरणप्रत्ययस्य तत्र किं भवति तत्र अवशिष्टभागः कः गुणकार्यं भवति वा न भवति इति सदा स्मर्तव्यम् अस्तु कोऽपि प्रश्नः पुनः पृच्छतु भवत्याः धनी सम्यक् नास्ति एकवारं पुनः भगिनी भवत्याः वर्गस्य ध्वनि उड्डाणि कथं प्राप्नोति मेल् द्वारा प्राप्तुं शक्यते वा टुडे इट् सेल्फ् ऐ विल् बि सेण्डिङ्ग् द मेल् आफ् द ध्वनिमुद्रणम् ऐ विल् सेण्ड् द मेल् टुडे ऐ विल् सेण्ड् द रेकार्डिङ्ग् मेल् इफ् यु डोण्ट् रिसीव् द मेल् गो टु द स्पेम् फोल्डर् एण्ड् चेक् इन् द स्पेम् फोल्डर् बिकास् आल् आफ् यु हेव् बिन् एडेड् टु द गूगल् ग्रूप् If you don't receive the mail, you kindly check your spam folder also. Sometimes the mail goes in the spam folder. Aam mahoday pruchatu. Shamita mahoday. Bhagini, idani ma darshitavati ka darshayate khalo screen mahoday. Prapno mito. Aam, the mail that I have sent yesterday, I have sent the link of this karpatram in that mail. You can click on that link and you can get this karpatram. I will send the link again today. When you go to the recording mail, you will find the link of the karpatram there also. Astu Bhagini? Astu Bhagini, dhanyavada hai. Dhanyavada hai. Idanim samapyama hai. शान्तिमन्त्रं पठिष्यामः ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ॐ धन्यवादः धन्यवादः धन्यवादः धन्यवादः भगिनी धन्यवादः